हाय अरुणा भगिनी, नमस्ते भगिनी। नमस्कार भगिनी। नमस्कार, अहं सरला भगिनी, कार्याणि अस्मि। 45 मिनिट्स् अनन्तरम् अहं अस्तु भगिनि। सम्यक् अस्ति वा भगिनी? भव्या भगिनी कुशलिनी अस्मि भगिनि। आम् आम् आम्, तत्र हेतुमतोर्लिङ्ग् इति महोदय अर्थवान् वा? समापितवान्? अस्तु भगिनि। तर्हि वयं कुत्र कुतः द्विभाषाधातौ सम्भावनवचने अयदि इति आरभ्य पठामः भगिनि एकवारं पुनः। अपि उदाहरणानि हेतुमतोर्लिङ्ग् तस्य कथं न भवति, तत्र क्रियातिपत्ति लिङ्ग् लकारस्य इति अनुवृत्ति कथं नास्ति, यतोहि सूत्रक्रम तदनन्तरम् अस्ति, तस्य विचारं दत्तमस्ति इति। अवगतं भगिनि। अस्तु, पश्यामः। सूर्यकुमारी भगिनी आरम्भं करोति वा भगिनि, तत्र विभाषा इति? आं भगिनि, भगिनी मध्ये मध्ये न श्रूयते भगिनि, पुनः यदा सम्भाषणं कर्तुम् आरम्भ्यते भवती आरम्भं करोति तदा अद्य न श्रूयते। इदं श्रूयते भगिनि? आम् आम्। विभाषा धातौ सम्भावनवचने यदि सम्भावनार्थकधातौ उपपदे सति यत् शब्दे उपपदे अस्यति धातुतः लिङ्प्रलकारः विकल्पेन भवति। यदि सामर्थ्यार्थकम् अलं शब्दस्य अप्रयोगः सिद्धः स्यात्। तत्र विभाषा इति उक्तं लिङ्लकारविषये, धातौ सम्भावनवचने यदि यद् शब्दविहाय सम्भावनवचने अलम् सिद्धप्रयोगः अपि अस्ति, तत्र सम्भावनवचने विभाषाधातौ लिङ्लकारः भवति इति। पुरसूत्रे लिङ्लकारः नित्यम् आसीत्, परन्तु प्रकृतसूत्रे विभाषा इत्यस्य वचनेन लिङ्गः वैकल्पिकः। सम्भावना इति शब्दः भविष्यत्कालस्य द्योतकः, अतः पक्षे सामान्यभविष्यत्कालप्रत्यय लृट् भवति। परन्तु यत् शब्दस्य व्यवहारः अस्ति चेत् लिङ् नित्यं भवति। यत्र यत् शब्दः उपपदे सति तत्र लिङ्लकारः नित्यं भवति, यत्र यत् शब्दः नास्ति तत्र लिङ्लकारः विकल्पेन भवति। भविष्यत्काले नित्यं भवति। अस्मिन् सूत्रे पूर्वसूत्रस्य सम्भावनेलमिति चेत् सिद्धप्रयोगे इत्यस्य सम्पूर्णरीत्या अनुवृत्ति भवति, अतः अत्रापि सम्भावना तादृशी अस्ति तस्य तादृशभावः प्रतिबद्धः यदा पुरसूत्रे आसीत् सामग्र्यप्रसङ्गे अलं शब्दप्रसङ्गे च अस्मिन् येन शब्देन अपेक्षा प्रकाशिता यदा सम्भावय अपि अथवा अपि नाम तत् सम्भावनवचनम् इत्युच्यते काशिकायां सम्भावना अलमिति चेत् सिद्धाप्रयोग अपि सम्पूर्णसूत्रम् अनुवर्तते सम्भावना तादृशी अस्ति इत्युक्ते धातु सम्भावना अर्थे भवति अलमिति शब्द अप्रयोगः चेत् अस्मिन् येन शब्देन अपेक्षा प्रकाशित यदा सम्भावय अपि अथवा अपि नाम तत् सम्भावनवचनम् इत्युच्यते काशिकायां सम्भावने लमिति चेत् सिद्धाप्रयोग इति सर्वम् अनुवर्तते सम्भावनमुच्यते येन सा सम्भावनवचनः सम्भावनवचनः इत्युक्ते सम्भावनं यत् उच्यते येन सः इति सम्भावनवचने धातौ उपपदे यत् शब्दवर्जित्वे धातोर्विभाषा लिङ् भवति यत्र यत् शब्द नास्ति तत्र विभाषा भवति लिङ्विधानं यत्र यद् यत् शब्दः उपयुज्यते तत्र नित्यं भवति पूर्वेण नित्यप्राप्तौ विकल्पार्थवचनं सिद्धान्तकौमुद्यां पूर्वसूत्रमनुवर्तते सम्भावनेऽर्थे धातौ उपपदे उक्तर्थे लिङ् वा स्यात् न तु यत् शब्दे पूर्वेण नित्ये प्राप्ते वचनम् अत्र अन्तिमवाक्यस्य अर्थः एवं यत् पूर्वसूत्रे लिङ्गनित्यम् आसीत् किन्तु प्रकृतिसूत्रे तत् प्रबाद्य लिङ्गवैकल्पिकता विधीयते यत् सूत्रं विभाषाधातुसम्भावनवचने यदि पूर्वं ये उत्थाप्यो अनन्तरं ये सूत्राणि सन्ति तत्र लिङ्गनित्यं भवति अद्य सूत्रं पुनः विभाषा भवति इति सम्भावना उच्यते अनेन इति सम्भावनवचनः तस्मिन् सम्भावनवचने न यद् अयद् तस्मिन् अयदि नैतत् पुरुषः विभाषा प्रथमान्तं धातौ सप्तम्यन्तं सम्भावनवचने सप्तम्यन्तम् अयदि सप्तम्यन्तम् अनेकपदमिदं सूत्रम् उताप्योः समर्थयोर्लिङ् इत्यस्मात् लिङ् इत्यस्य अनुवृत्तिः लिङ्निमित्ते लृङ् क्रियातिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते सम्भावने लमिति चेत् सिद्धाप्रयोगे इति सम्पूर्णसूत्रम् अनुवर्तते भूते च इत्यस्य अधिकारः धातोः प्रत्ययः परच इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं दीर्घमस्ति धातौ सम्भावनवचने अयदि अलं सिद्धाप्रयोगे इति चेत् धातोः विभाषा लिङ्प्रत्यय पर च लिङ्निमित्ते भूते च लृङ् क्रियातिपत्तौ। तत्र भूते च लिङ् लृङ् क्रियातिपत्तौ तत्र नित्यं भवति भविष्यति अपि भवति नित्यमेव खलु भगिनि। क्षम्यतां भगिनि, पुनः वदतु भगिनि। अनुवृत्तिसहितसूत्रे धातौ सम्भावनवचने अयदि अलं सिद्धाप्रयोगे इति चेत् धातोः विभाषा लिङ् प्रत्ययपर च लिङ् निमित्ते भूते च लृङ् क्रियातिपत्तौ। अयदि अस्ति चेत् यत् यद् शब्दं नास्ति चेत् विकल्पेन लिङ् भवति, लिङ् निमित्ते लृङ् क्रियातिपत्तौ भूते च नित्यं भवति। अनन्तरं किं किमस्ति अलम् इति सिद्धप्रयोगे, अलं मास्तु तत्र सिद्धप्रयोगे, अलम् इति अप्रयोगः, किन्तु अलम् इत्यस्य अर्थम् अवबुध्यते, सिद्धः भवेत्। तदनन्तरं धातौ सम्भावनवचने धातौ इति अस्ति खलु, इति कृत्वा सम्भावनवचनार्थकधातुः भवेत्, तद् उपपदं भवेत्, तदा किं भवति विकल्पेन लिङ्लकारः भवति। यद् यद् उपपदं नास्ति चेत् विकल्पः, यद् अस्ति चेत् नित्यं भवति। हा, यद् अस्ति चेत् नित्यं भवति, यद् उपपदं नास्ति, अनन्तरम् अलम् इत्यपि मास्तु, अलम् भवति, अलम् इति मास्तु, अन्यथा तु धातु तत्र उपपदं भवति, सम्भावनवचने धातौ इत्यनेन तादृश उपपदं भवेत् इति निमित्तत्रयं वर्तते। यद् मास्तु प्रयोगः मास्तु, किन्तु तस्य अर्थः अवबुध्यते, साधयामः। तदनन्तरं सम्भावनवचनार्थकधातुः उपपदं भवेत् इति निमित्तत्रयं सङ्गच्छति चेत् तदा तु लिङ्गप्रत्ययः विकल्पेन भवति। अन्यस्मिन् पक्षे तत्र किं भवति, अपक्षे तु लृट् लृट् भवति खलु, सामान्य प्रकारः भवति। अनन्तरं यत्र क्रियातिपत्तिः अस्ति तदा तु भूते भविष्यति च लृ नित्यं भवतः भवति खलु। आमाम्, धन्यास्मि भगिनि। अग्रे अरुणभगिनी पठति वा भगिनि? काशिकायां निदर्शनम् इति वयं तु विभाषाधातौ सम्भावनवचने अयदि इति सूत्रं पुनः पठन्तः स्मः। काशिकायां निदर्शनम् इति पठति वा भगिनि, द्वितीयपङ्क्तिः। नमस्कारः भगिनि। काशिकायां निदर्शनं सम्भावयामि भुञ्जीत भवान्, सम्भावयामि भोक्ष्यते भवान्, अपेक्षं करोमि भवान् खादेत्, अपेक्षं करोमि भवान् खादिष्यति, अवकल्पयामि भुञ्जीत भवान् भोक्ष्यते भवान्, आशां करोमि भवान् खादेत्, आशां करोमि भवान् खादिष्यति, श्रद्धते भुञ्जीत भवान् भोक्ष्यते भवान्, अयं विश्वासं करोमि भवान् खादेत्, अहं विश्वासं करोमि भवान् खादिष्यति। अत्र काशिकायां निदर्शन वाक्यानि दत्तमस्ति। अत्र लिङ्लकारः अपि च लुट् लकारः प्रयोजनम् अस्ति इति मन्ये। सम्भावयामि भुञ्जीत भवान्, अत्र लिङ् भुञ्जीत इति रूपमस्ति, सम्भावयामि भोक्ष्यते भवान्, अत्रापि लुट्लकाररूपम्, तदेव अपेक्षं करोमि भवान् खादेत्, अत्र खादेत् इति विधिलिङ् रूपमस्ति, अपेक्षां करोमि भवान् खादिष्यति, अत्र लुट्टकारः रूपमस्ति, तदेव अवकल्पयामि भुञ्जीत भवान् भुच्यते भवान् इति लिङ् लोट्लकाररूपाणि उपयुज्य वाक्यम् अस्ति. आशां करोमि भवान् खादेत्, आशां करोमि भवान् खादिष्यति. तदेव श्रद्धधे भुञ्जीत भवान् भोच्यते भवान्. अहं विश्वासं करोमि भवान् खादेत्, अहं विश्वासं करोमि भवान् खादिष्यति. अत्र विभाषा धातौ सम्भावनवचने यदि सूत्रेण विकल्परूपेण नित्यं भवति भगिनि, अत्र यत् शब्दः नास्ति, यत् शब्दः नास्ति, कुत्र अस्ति यत् शब्दं, कुत्र अस्ति भगिनि? सूत्रे विभाषा अस्ति खलु, अयदि विभाषा अन्य सूत्रे एव अयदि इत्यनेन यद् शब्दः उक्तमस्ति खलु, यत् शब्दः मास्तु. आं भगिनि, परन्तु उदाहरणवाक्येषु अयदि इति किं, यत्र यद् शब्दः उक्तः अस्ति तत्र तु अत्र विकल्पेन भन भवति खलु, अत्र तु केवलं सम्भावयामि यद् भुञ्जीत भवान् इत्येव आगच्छति. ओके, भोक्ष्यति अपि विभाषा अस्ति नो, एक लुट्लकार यद् अस्ति चेत् सूत्रं नास्ति खलु, अयदि अस्ति नो, किन्तु अयदि अस्ति अयमपि नास्ति, विभाषा अनेन एकपक्षे लुट्लकार एकपक्षे लिङ्लकार इति अस्ति. कुत्र भगिनि अयदि इति किं सम्भावयामि, सम्भावयामि सम्भावयामि भवान् भुञ्जीत, सम्भावयामि भवान् भुञ्जीत वा भोक्ष्यते, सम्भावयामि सम्भावयामि इति धातोः सम्भावयान् अर्थक उपपदम् अस्ति. आम्, यदि न अत्र न दत्तमस्ति, अलमपि न दत्तमस्ति चेत् न भवति इति, यदत्र विभाषा अस्ति नो, एक तदेव वदन्ती अस्मि भगिनि, यदि तृतीयपङ्क्त्यां पश्यति चेत् तृतीयपङ्क्त्याम् अयदि इति किम् इति दलसार्थक्यम् अस्ति, यद्यस्य प्रयोगः अस्ति चेत् तादृश अस्माकं विकल्पेन न भवति इति. नित्यमेव तदा तु लिङ्ग् तत्र लिङ्ग्लकारः भवति. खलु यत् शब्दस्य प्रयोगः यत्र भवति तत्र तु नित्यमेव लिङ्ग्लकारः भवति, यत्र यत् शब्दस्य प्रयोगः नास्ति तदा तु विकल्पेन लिङ्ग्लकारः भवति इति. अरुणा भगिनी श्रूयते वा? काशिकायां यानि उद्यालनानि सन्ति ते सर्वे अयदि इति अस्ति, यद् विवाहः अस्ति तत्र पक्षद्वयम् अस्ति, एक लुट्लकार अन्य लिङ्ग्लकार इति अस्ति. यत् शब्दः कुत्र अस्ति भगिनि? सम्भावयामि भुञ्जीत भवान् भगिनि यत् नास्ति, अतः वाक्यद्वयम् अस्ति, एक लिङ्लकारस्य अन्यं लिट्लकारस्य अस्ति इति सूत्र सङ्गच्छति अत्र. विभाषा सम्भावनावचने धातो सम्भावनावचने अयद् अयद् यदि मीन्स् यत् न अस्ति. अस्तु अत्र अन्य अग्रे परिच्छेदे दलसा आयद् इति किं सम्भावयामि यद् भुञ्जीत भवान्. अत्र यत् शब्दः अस्ति तत्र नित्यं भवति. आम् हरि ओम् भगिनि, प्रश्नः अस्ति भगिनि, तत्र न श्रूयते. हरि ओम्. ध्वनिः मध्ये मध्ये मम ध्वनेः भङ्गः जायते किम्? अत्र काशिकायां निर्दश्य वाक्येषु यद् शब्द नास्ति इति कारणेन विकल्पेन लिङ्लकारः वा लुट्लकारः भवितुम् अर्हति. मध्ये मध्ये भवतां ध्वनिः न श्रूयते. भवन्तः स्वयं तत्र कल्पयन्ति वा, तत्र पर्यायं कल्पयन्ति वा? श्रीलाङ्ग् विल् करोमि भगिनि. Anaya Prasada Rao, Kali, India, RKP. हरि हरि ओम्. नमस्ते भगिनी. नमस्ते भगिनी. न जाने मध्ये मध्ये मम मह्यं न श्रूयते, भवतां ध्वनिः न श्रूयते. प्रायः मम पक्षे कश्चन क्लेशः अस्ति इति मन्ये. हरि ओम् भगिनी. मम प्रश्नः अस्ति, सम्भावयामि भुञ्जीत भवान्. अत्र सम्भावनवचन अस्ति. अत्र यत् शब्दः नास्ति न भगिनी, नास्ति इति कृत्वा एव तत्र विकल्पेन विकल्पेन भवति. भुञ्जीत इत्यपि भवति, भोक्ष्यते इत्यपि भवति, लृट् अपि भवति. ओके, तदेव अत्र सर्वेषु उदाहरणवाक्यानि अत्र. अग्रे अहं पठामि वा, पङ्क्तिद्वयं पठितवती वा भगिनि? आशिकायां दलसात्के उच्यते अयदिति किं सम्भावयामि यत् गुञ्जीत भवान्. परन्तु यत् शब्दस्य व्यवहारः अस्ति चेत् लिङ् नित्यं भवति, भविष्यत्कालस्य विकल्पः न जायते. अपेक्षां करोमि यत् भवान् खादेत्. अत्र अपेक्षां करोमि भवान् खादिष्यति, एतादृशविकल्पः नास्ति. ओके, अत्र अधुना उदाहरणमस्ति अयादि इति किम् इत्यनेन सम्भावयामि यद् भुञ्जीत भवान्. अत्र यत् शब्दः अस्ति चेत् अस्ति, अतः लिङ् नित्यं भवति, लुट् लकारः विकल्पेन न भवति. हरि ओम्. पठामि भगिनि. पठतु भगिनि. सिद्धान्तकौमुद्यां निदर्शनं सम्भावयामि भुञ्जीत बोध्यते वा भवान्। अहं सम्भावनं करोमि, मम मनसि एतादृशी सम्भावना इति भावः अस्ति, भवान् खादेत् अथवा खादिष्यति। अस्मिन् वाक्ये सम्भावयामि इति सम्भावनावचन उपपदमस्ति च, अलमिति शब्दस्य सिद्धप्रयोगः अस्ति। अतः विभाषाधातोः धातौ सम्भावनवचन यदि इत्यनेन भुञ्जधातुतः विलिङ् लकारः विधीयते च भुञ्जिता इति रूपं सिद्धम्। अपेक्षे लुट् लकारः भवति, बोच्यते इति रूपं जातं। तदेव अधुना तदेव उक्तं, नत्र वाक्ये सम्भावयामि वाचकशब्दमस्ति, उपपदशब्दमस्ति, यत् अलम् इति प्रयोगः नास्ति। तत्समये द्विभाषाधातौ सम्भावनावचन इति सूत्रेण विधिलिङ् भवति, विकल्पेन लोट्लकारः अपि भवितुमर्हति। उदयन अधुना सम्भावयामि भुञ्जिता मोच्यते भव, अत्र धातु भुज् धातु धातुतः विधिलिङ् लकार भुञ्जिता इति रूपं सिद्ध्यति, लुट्लकाररूपम् अस्ति भोच्यते इति रूपम्। इतोपि एकं पङ्क्तिमपि पठतु भगिनि, तदनन्तरं अग्रे सिद्धान्तकौमुद्यां जलसामर्थ्य अर्थम् उच्यते। अयदि किं सम्भावयामि यद्भुञ्जिता त्वं भुञ्जितस्त्वं, प्रकृतसूत्रे अयदि इत्यस्य अस्तित्वं किमर्थम्? सम्भवामि यद्भुञ्जिताः त्वम्, अहं सम्भावनं करोमि यत् भवान् खादेत्। अस्मिन् वाक्ये यत् शब्दस्य प्रयोगः अस्ति, अतः द्विभाषाधातौ सम्भावनावचने यदि सूत्रेण द्वयोः लकारः अवसरः न जायते, अपि तु केवलं लिङ्लकारस्य एन भुञ्जिताः इति रूपं भवति। ओके, अग्रे सिद्धान्तकौद्य अन्यवाक्यं दत्तं, सम्भावयामि यद्भुञ्जितास्त्वम्। अत्र यत् शब्दः अस्ति तत् कारणतः विभाषा द्वयो लिङ् लुट् लकारः अपि भवितुम् अर्हति न भगिनि? किमर्थम् अत्र लकार द्वयोः लकारयोः अवसरः न जायते इति? यत् शब्दः अस्ति चेत् नित्यं भवति। ओके, हरि ओं भगिनि। भगिनि अहं पठामि, तद् अग्रिमसूत्रमस्ति, हेतुहेतुमतोर्लिङ्। अत्र क्रियातिपत्तौ लृङ् भवति इति तु व्याख्यासु उच्यते, परन्तु एतावता अपरेषु सूत्रेषु यथा लिङ्निमित्ते लृङ् क्रियातिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते, अपि त भूतै च इत्यस्य अधिकारः, यस्मात् अनुवृत्तिः भव सहितसूत्रे लिङ्निमित्ते भूते च लृङ् क्रियातिपत्तौ इति अंशः आगच्छेत् अत्र हेतुहेतुमतोर्लिङ् इति सूत्रे अपि तथा स्यात् न वा इति सन्देहः। यतोहि यथोक्तं पूर्वं हेतुहेतुमतोर्लिङ् इति सूत्रम् आधारीकृत्य एव लृङ्लकारविधायकसूत्रं लिङ्निमित्ते लृङ्क्रियातिपत्तौ इति उत्पन्नम्। अतः यस्य सूत्रस्य आधारेण अन्यत् सूत्रम् उत्पन्नं तस्मिन्नेव आधारीकृते सूत्रे उत्पन्नस्य सूत्रस्य अनुवृत्तिः भवति चेत् वैचित्र्यं जायते। तस्मिन्नेव आधारीकृते सूत्रे यस्य सूत्रस्य आधारेण अन्यत् सूत्रम् उत्पन्नं तस्मिन्नेव आधारीकृते सूत्रे उत्पन्नस्य सूत्रस्य अनुवृत्तिः भवेत् चेत् वैचित्र्यं जायते। यद्यपि हेतुहेतुपतोर्लुङ् इति काशिकाव्याख्यायां दत्तं यत् क्रियातिपत्तौ लृङ् भवति तथापि मातृभिः उक्तं यत् प्रकृतसूत्रे लिङ्निमित्ते लृङ् क्रियातिपत्तौ भूते च इत्यनयोः अनुवृत्तिः न भवेत् अपि तु केवलं तादृशी कल्पना स्यात् इत्युक्तम्। अन्यच्च हेतुहेतुमतोर्लिङ् इति आधारः अस्ति लिङ्निमित्ते क्रियातिपत्तौ इत्यस्य, किन्तु परसूत्रम् एतदपि उद्दिश्य मातृभिः उक्तं यत् अत्र एकं विशिष्टं वैचित्र्यं वर्तते इति। अस्तु, तर्हि अत्र अग्रिमसूत्रमस्ति हेतुहेतुमतोर्लिङ् इति सूत्रम्। अत्र तु क्रियातिपत्तौ लृङ् भवति वा न वा इति तत्र संशयः भवेत् भवति अस्माकं सर्वत्र। यत्र यत्र वयं पठितवन्तः लिङ्निमित्ते क्रियातिपत्तौ तदनन्तरं भूते च इति सूत्रद्वयस्य अधिकारः भवति, तदा एव वयं भूते भविष्यत्काले च लृङ्लकारस्य क्रियातिपत्तौ विधानम् इति वयं पठितवन्तः। यस्मात् अनुवृत्ति पूर्ण अनुवृत्तिः भवति लिङ्निमित्ते भूते च लृङ्क्रियातिपत्तौ इति पठितवन्तः। अत्र हेतुहेतुमतो लिङ् इति यत् परसूत्रमस्ति अस्मिन् सूत्रे अपि तादृश अनुवृत्तिः लिङ्निमित्ते भूते च लृङ्क्रियातिपत्तौ इति भवति वा इति सन्देहः भवति। किमर्थम् इत्युक्ते हेतुहेतुमतोर्लिङ् इति आधारीकृत्य एव लिङ् निमित्ते लृङ्क्रियातिपत्तौ इति सूत्रं पठितम् अस्माभिः। अधुना यत् आधारः अस्ति यस्य सूत्रस्य आधारेण वयं नूतनसूत्रम् इत्युक्ते हेतुहेतुमतोर्लिङ् इति लृङ्लिङ् इति सूत्रस्य आधारेण नूतनसूत्रं लिङ् निमित्ते लृङ्क्रियातिपत्तौ इति सूत्रम् उत्पादितम् अस्माभिः। तर्हि तादृश उत्पादितसूत्रस्य अनुवृत्तिः तत्र पेरेण्ट् केन चैल्ड् केरि आन् बिकम् अ पार्ट् आफ् द पेरेण्ट् इति तत्र भवति खलु। फ्रम् पेरेण्ट् वि गेट् द अनुवृत्ति टु द चैल्ड् बेस्ड् आन् द पेरेण्ट् वि हेव् एन् अनुवृत्ति टु द चैल्ड् बट् केन् द चैल्ड् अगेन् क्रियेट् अ सैक्लिक् यु नो डिपेण्डेन्सि आन् द पेरेण्ट् इति तत्र प्रश्नः भवति, अनुवृत्तिः भवति वा इति। तत् विचित्रमेव भवति तादृशम् अस्ति चेत्, किन्तु काशिकायां तु क्रियातिपत्तौ लृङ् भवति इति उक्तमपि अस्ति। यद्यपि उक्तम् अस्ति तथापि साक्षात् अनुवृत्तिः रूपेण वयं न स्वीकुर्मः इति मातृभिः उच्यते खलु, तथैव अस्ति। तत्र अनुवृत्तिः नास्ति किन्तु लक्षणरूपेण तत्र एतादृशी कल्पना स्यात् इति किम् अस्ति तत्र। भगिनि तत्र जानाति वा भगिनि तत्र एतादृशी कल्पना स्यात् इति किं सरल भगिनि महोदय उक्तवान् तत्र इति कल्पना कर्तव्यम् इति भवेत् इत्युक्ते अनुवृत्तिः अस्ति इति कल्पना कर्तव्यं किन्तु साक्षात् नास्ति न कया यतोहि काशिकाकारवृत्तौ दत्तम् अस्ति इन्फिनिट् सैक्लिक् डिपेण्डेन्सि रैट् You have this anuvritti and then again that anuvritti comes and again it will become an infinite Vidyaragni kem andayathavat kinchit shabdam uktavati aham na avagatavati Acha bhagini ling nimitta lrang kriyati patriti sutram drasham haje tatra hetu hetu toho ling iti jnatum अस्य सूत्रस्य अर्थं ज्ञातुम् आदौ लिङ्निमित्तसूत्राणि द्रष्टव्यम् अपि च क्रियातिपति इत्युक्ते किमिति द्रष्टव्यम्। अत्र लिङ्निमित्ते बहूनि बहूनि सूत्राणि सन्ति खलु. केवलं हेतुहेतुमतः लिङ् इत्येव नास्ति, परन्तु महोदयेन तस्य पाठे प्रथमतया हेतुहेतुमतोः लिङ् इति उक्त्वा तस्य पश्चात् एव क्रियातिपत्तौ लृङ्निमित्तम् इति उक्तम्. इफ् यु हेड् नाट् सेड् देट् हेतुहेतुमतो लिङ् आधारिकते इति भवति इति देन् देट् वुड् बि अ प्राब्लम्. बट् लिङ्निमित्तं बहूनि सूत्राणि सन्ति, तर्हि यदि लिङ् निमित्तमस्ति क्रियातिपत्तौ कोऽपि लिङ् सूत्रं लिङ्निमित्तं सूत्रं स्यात्, क्रियातिपत्तौ लृङ् भवति एव भविष्यति नित्यं. तस्य पश्चात् यदि भूतकाले विकल्पेन अपि च नित्यमिति तथा आयाति इति मम अवगमनं. परन्तु महोदयेन प्रथमतया लिखितमस्ति हेतुहेतुवतो लिङ्ग्, तस्य पश्चात् क्रियातिपत्तो हि कुड् हव् रिटन् एनी सूत्रं देयर् इत्येव सूत्रे अस्ति खलु. परन्तु लिङ्निमित्तानि बहूनि सन्ति, केवलं हेतुहेतुवतो लिङ्ग् इति नास्ति. किम् इति प्रथमं पठितम् आसीत् खलु, हेतुहेतुमतो लिङ्ग् इति प्रथमं पठितं. परन्तु एवमस्ति, विभाषा कथमि लिङ्ग्, तदपि किं वृत्तेः लिङ्ग् रटो, ते तान् सूत्रादपि प्रथमतया यदि अस्माभिः पठितं तर्हि द हेतुहेतुमतो लिङ्ग् इति द प्रश्न वुड् नाट् हव् कम् अप् बिकास् ऐ मेन्शन् दिस् स्पेसिफिक् सूत्रं. दिस् इस् मै फीलिङ्ग्, ऐ मे बि राङ्ग्, बट् इफ् यु लुक् एट् आल् द क्रियास् संख्या आल्सो, सी लिङ्निमित्ते लङ् क्रियातिपत्रम् इति प्रथमम् आयाति 139, हेतुहेतुमो लिङ्ग् इस् 156, सो हि हेस् ब्राट् अ परसूत्रं फार् अनुवृत्ति इन् द पूर्वसूत्रं, विच् यु नो विच् मे बि सम्थिङ्ग् देट् हेपन्स् इन् अष्टाध्याय, ऐ डोण्ट् नो, बट् देट् इस् नाट् द ओन्ली लिङ्निमित्त सूत्रम् इति. But you're talking about Parasutram and Purasutram, Kalu Bhagini. Purasutram, Parasutram, numbers do matter. Why do we call it Parasutram then? That doesn't apply here, that's what you said. I don't know. Yeah, I agree with whatever you said, because that was my initial thought, because it was never written as a Purasutra, it is always written as a Parasutra. Yeah. Just that we take a part of that reference in the Purusutra and Lingnimitte Kriyatipatam. But not the Hetuhetuvatoh. If you had never mentioned the Hetuhetuvatoh Ling and that does the Anuvartanam in Lingnimitte Ling Kriyatipatam, then I think you wouldn't have had this problem. I'm not saying he's wrong, he did whatever he did with all his knowledge. I'm just saying, and now we're wondering why that cannot be used as Anuvarti in this Sutra, because this Sutra was never meant to be, I think, first for anuvritti, because ling nimittani bahuni sutrani santi, hello. And if you look at all the numbers, this comes much later than the kimvritti ling rato, apitya vibhasha kathame ling, tesham paschadayati yeta sutra, hetu hetu ho lingati. Now to understand kriyati patti, hetu hetu mat iti avakantaryam prathamam. लिङ्गमित्ते खलु हेतुहेतुं भवति एव तस्य टोटल् नाट् नेसेसिटि, आल् यू नीड् इस् वाट् आर् लिङ्ग् निमित्तानि अस्माभिः बहूनि पठितानि. क्रियाकारणभाव इति लिङ्ग् निमित्तं भवति, तत् क्रियातिपति यदि इति असफलम् अस्ति क्रिया, अतः महोदय प्रथमं हेतुमतो लिङ्ग् इति सूत्रं पाठितवान् इति मम चिन्तनमस्ति. अस्तु भगिनि, मम प्रश्नः अस्ति भवत्याः कृते. अन्येषां कृते पृच्छामः, न जाने भगिनी, अहं तु स्वयं किमपि तत्र अन्वेषणम् इति कृतवती. अस्तु अस्तु अस्तु अस्तु भगिनी. भगिनी सरला भगिनी जानाति वा भगिनी एतत् भगिन्याः प्रश्ने? अहं अष्टाध्यायी न दृष्टवती, किन्तु महोदय इति लिखति यथा भवती पठितवती, मातृभिः सह चर्चा कृतवान्. विमला भगिन्याः अन्य प्रश्नः अस्ति भगिनी. अमुक इति पदमस्ति खलु, पदस्य व्युत्पत्तिः कथं भवति इति, अदत् शब्दात् अमुक इति पदं कथम् आयाति इति विमला भगिनी. प्रथमा विभक्ति एकवचनमस्ति असौ इति, असौ अमु अमि, परन्तु असौ अमु अम् अमुक कथं भवति पद कृते योजयति कृते एतत् सूत्रमस्ति खलु भगिनि, असौ इति प्रथमाविभक्तिः अस्ति तत्र, न तत्र विभक्तिरूपाणि स्वीकृत्य कर्तव्यानि वा, न तु मूलप्रातिपदिकात् न कुर्मः वा, अदश प्रातिपदिकं किं भवति अदस् इति प्लस् अकच् इति प्रत्ययः न भवति वा, असौ अमुक न अत्र प्रग्रहमिति मात् इति सूत्रमस्ति तत्र, मात् इति पार्ट् आफ् द सम् सूत्र अदसो मात् इति तत्र मात् इति मात् इति तत्र नकारस्य दीर्घ एकार दीर्घ ओकार दीर्घ एकार तेषां प्रग्रहसंज्ञा भूत्वा ते लुप्ताः भवन्ति, तस्य अमु अमि तत्र अम् अम इति अम् इति अवगच्छ उपश अवशिष्यते भगिनि, स्वार्थे भिन्नप्रत्ययः अस्ति, अकच् प्रत्ययः तु भिन्न अर्थे अस्ति, अस्तु यतोहि कन् प्रत्ययः भिन्नार्थे अस्ति, कन् प्रत्ययः तु ओन्लि अट् द एण्ड् आफ् दि प्रत्ययः भिन्न भिन्नार्थे, अत्र तु सर्वनाम शब्दात् तत्र स्वार्थे कृप्रत्ययः तत्र क्षम्यताम् अकच् प्रत्ययः विधानं भवति स्वार्थे एव, तस्मिन्नेव अर्थे अकच् प्रत्ययः भवति तावदेव, अत्र तत्र प्रगृह्यसंज्ञा वा अत्र तु अमु अमि दीर्घ इकारः उकारः नास्ति इति कृत्वा प्लुत तत्र प्रगृह्यसंज्ञा एव अत्र न भवति, अत्र अदस् इति शब्दस्य समान अर्थे अमुक इति पदम् आगच्छति तावदेव, परन्तु तस्य व्युत्पत्तिः कथमिति तदेव अमुक इत्यस्य अधस् इति अस्ति खलु, अधस् योगः अकच् इति अत्र अकच् इति प्रत्ययस्य विधानं तु 5371 इत्यनेन भवति, तत्र तु तेः प्राक् अपि भवति अनेनैव सूत्रेण तेः प्राक् भवति इति, अकच् इति कुत्र भवति इत्युक्ते तिथिभागः तु अस् इति अस्ति, तदा तु अद् प्लस् अक् प्लस् अस् इति भवति, परन्तु अद् कथम् अम् भवति अमुक इत्यस्य कृते, सूत्रम् अत्र मया अत्र स्थापितमस्ति चेट् मध्ये, तत्र सूत्रमस्ति वदानि तस्य धकारस्य मकारः भवति अनेन सूत्रेण 72102 पश्यामि 72101 सम्यक् क्षम्यतां क्षम्यताम् 7280 अदसो किम् इत्युक्ते भगिनी सरला भगिनी अहं सरल तत्र वदामि, अदस् शब्दस्य अमुक इति रूपं कथं भवति इति, अकच् इति प्रत्ययः इति दृष्टवती तस्मिन् विषये भगिनी पृच्छन्ती अस्ति, तर्हि अदस् इति अद् दकारस्य मकारः अपि अनेन सूत्रेणैव भवति, अनन्तरम् अकारस्य उकारः अपि अनेन सूत्रेणैव भवति, हा तत् सत्यम् उत्तमम् अत्वम् उत्तमस्ति तत् तत्र दत्तमस्ति, ऐ कुड् अण्डर्स्टाण्ड् द एम् किं मकारः कथम् आगच्छति तदेव न अहम् अवगच्छामि, अदसोः तेर् दादु दोमः एय्ट् टु एय्ट् ज़ीरो एय्टि पठनीयं पठित्वा अवगन्तुं पठति भगिनी, एतत् सर्वं कुतः भगिनी पठति कुतः इत्युक्ते अद्य मम वर्गः आसीत् तस्य करपत्रे वाट् करपत्रं वदतु मै गाड् संज्ञा कथं पठनीयं, पाणिनीयसूत्रं कथं पठनीयं, तस्य अमुकवर्ण अमुकवर्ण अमुकवर्ण इति अस्ति. अमुक इत्युक्ते किं, तस्य अर्थः तु सुलभमेव, परन्तु तस्य व्युत्पत्तिः कथमिति पृष्टे सति ऐ कुड् नाट् बि गिव् एन् आन्सर्. ऐ न्यू इट् वास् क सम् प्रत्यय स्टार्टिङ्ग् वित् क. ऐ हड् हर्ड् इट् वास् कन् प्रत्यय, बट् इट् डिन्ट् मेक् सेन्स् हौ डस् द फस्ट् बिकम् वाट् यु काल् इट् how did the become the mother, that was the issue. Naham to amuka iti na pashyami tatra swamine sutram katham pataniyam iti asti na asti amuka varna sthane asti amuka varna katham ayati iti tatra sarvam asti tatra. I have to find it for you. एतस्य इत्येव अर्थः खलु अमुकवर्ण अमुक अमुक इत्युक्ते एतस्य अस्य एतस्य हा विशिष्टसूत्रमस्ति केवलम् अमुक इति एक्स्प्लेनेशन् अमुकवर्ण कथम् आयाति इति तदेव तत्र उक्तमस्ति. हा अस्य पाणिनीयसूत्राणां पद्धतिः इति अस्ति खलु, तस्य तस्य अधोभागे यत् परिच्छेदः अस्ति, पाणिनेः प्रमुखलक्ष्यमस्ति पदव्युत्पत्तिः, तस्य सेकेण्ड् लैन् अमुकवर्णस्य स्थाने अन्यवर्णः, अमुकवर्णः लुप्तः, अमुकवर्णः आगतः इत्यादीनि कार्याणि भवन्ति. अमुक इत्युक्ते कश्चन वर्णः, बट् हौ इस् द वर्ड् अमुक हौ इस् प्रक्रिया का, तत् पृष्टं, तत् प्रक्रिया अहं न जानामि. सो ऐ स्पेण्ड् टु अवर्स् टैम् टु फिगर् दिस् औट्, इट् इस् वेस्ट् आफ़् टैम्, इट् इस् सो मच् टैम् इन् आल् दिस्. सो ऐ वास् अप्सेट् विद् मै सेल्फ़्, दट्स् वै फैनली आस्क्ड यू. I should have asked you first instead of struggling with it. You would have come up with this sutra for me straight away. I'll you give know? You some answer, Bhagini, but I don't know if it's correct or not. That's a problem. The other so it's extra, because first of all, the thing of Tera Kacha, search and give you an answer, but I don't know whether it's correct. Tera Kacha and the other one, Atvasya Uttvam Itasarvam, that I found out only because of Koshyasi, Anyat Kutra Pinasi. Only because of Kosha. Nowhere else could I find that particular answer. It is there in Vikya. Shabda Sagara is written as Kan Pratyaya, which is incorrect. What is it? Shabda Sagara? Shabda Sagara it is written as Kan Pratyaya, but that is incorrect. I just go to the Kosha and look at it. There's other, I go to the English Sanskrit, you know, there's another one, Sanskrit Kosha, Shabda Sagara. I have to look up, I don't know that one. Okay, we're a mama. Hindi Shabda Sagara, I have to ask for Sanskrit Shabda Sagara. Right? I just use this one, Bhagini, I say Vikishnari, that actually all the... dictionary? Can you, okay, let me look at your sentence. dictionary.org. I put the link in front. Okay, I will look at it. Dhanyavada Bhagini, it's very helpful, you know, you are, yeah. I don't know whether it is correct or not. Because it's struggling so much, I went this way, that way, all kinds of pratyas, all kinds of combinations, remove the E and the U from the Amu, then Tehe Sanya, all that stuff, it was driving me nuts. Because if you're spending so much time in this one little word, I'm not able to do anything else in the house. That's what, in the moment you gave me, my mind was, at least 15 minutes, my mind was involved in it. It's not a problem, you don't want to think about anything, you have to solve it. For me it was a big problem, so I had to, some student was asking, so I had to give him the prakriya, I had to pick up, others becomes amas or whatever, and then the tera kacha ayat. Others, tehe akach utvam atve iti samasti kalu, I read it as utvam iti atve, atvam bhavati iti rikit. उभयमपि भवति इति च उत्तमत्वे इति तत्र समासः अस्ति तत्र. धन्यवादाः.